स एव युक्तिपूर्वश्चेद् उच्यते हेत्वपह्नुतिः नेन्दुस्तीव्रो न निश्यर्कः सिन्धोरौर्वोऽयमुत्थितः। हेत्वपह्नुतिर्नाम युक्तिपूर्वः धर्मस्य निह्नवः अन्यस्यारोपार्थम्। यथा अस्मिन् प्रकृते उदाहरणे इन्दुं दृष्ट्वा, नाम चन्द्रं दृष्ट्वा, तीव्रः एषः न भवितुमर्हति चन्द्रः, न च निशायाम् अर्को सम्भवति न सूर्यः भवितुमर्हति, अपि तु सिन्धोः नाम समुद्रस्य और्वः अयम् उत्थितः। समुद्रस्य अधः कश्चन अग्निः वर्तते इति प्राचीनानां कल्पनम्। आधुनिकाः अपि तत्र वाल्केनिक् आक्टिविटि इत्यादि वर्तते इति वदन्ति। तादृशः तीव्रः अग्निः और्वः उत्थितः दृश्यते चन्द्ररूपेण इति हेत्वपह्नुतेः उदाहरणम्।